नमस्कारः. अद्यतनकरपत्रं विषयः अस्ति अदातिगणे हलन्ततातवः इति. गतसप्ताहात् पुनः अनुवर्तते चर्चा. अत्र अत्र यत्र असिद्धवत्तत्राभात् इति कार्यं भवति तत्र इति कथं करणीयमिति चर्चा जाता गतसप्ताहे. ततः एव नमस्कारः. मलि महोदय नमस्ते. महोदय नमस्कारः. महोदय मणि नमस्ते. महोदय स्वागतं. महोदय वर्गः आरब्धः अधुना एव. धन्यवादः महोदय. इदानीमेव आगतवान्. अत्र भगिनी पठति किम् अग्रे वक्ष्यमाणशास्त्रि ततः आगते तुल्यबलविरोधविषये अत्र असिद्ध असिद्धवद्राभात् इति तस्य अनन्तरं यः परिच्छेदमस्ति तदपि पठनीयं किम्? आं भगिनी स्पष्टं भवेत्. तर्हि ततः आरभ्य पठतु तुल्यबलविरोधविषये. तुल्यबलविरोधविषये शैलीद्वयं दृश्यते द्वयोः किन्तु फलं समानं. मातृभिः उच्यते यत् तुल्यबलविरोधः तदा भवति यदा द्वयोः सूत्रयोः निमित्तप्रसङ्गे स्थानीप्रसङ्गे वा सङ्घर्षो वर्तते. अतः अत्र प्रकृतौ घ्वसरोद्धाभ्यासलोपश्च षष्ठमध्यासचतुर्थपादे दशनवति एकशतं सूत्रं हूझल्भ्यो हेदि षष्ठमध्यासे चतुर्थपाद्य एकाधिकम् एकशतं तमं सूत्रं च अनयोः सङ्घर्षः अस्ति. घ्वसरोद्भावभ्यासलोपश्च इति सूत्रे स्थानी सकार निमित्तं च हि प्रत्ययः. हूझल्भ्यो हेदि इति सूत्रे स्थानी हि प्रत्ययः निमित्तं झल् प्रत्यय आहार झल् प्रत्याहारस्य सकारः. अतः विप्रतिषेधे परं कार्यम् इत्यनेन परसूत्रं घ्वसरोदे भावस्य लोपश्च इत्यस्य कार्यम्. अधुना वस्तुतः घ्वसरोदे भावस्य लोपश्च इत्यस्य अस्दलस्य अन्यत्र लब्धोऽवकाशो नास्ति इति कृत्वे एव बलम् इति भवति. तस्मात् प्राक् किन्तु तादृशसङ्घर्षचिन्तनं कर्तुं शक्यते शिक्षार्थं. किन्तु श्नसरलोपः इत्यस्य तादृशसङ्घर्षो नास्ति यतोहि तस्य निमित्तम् अस्ति कित् ङित् सार्वधातुकप्रत्ययः. नाम हि प्रत्ययः अस्ति चेत् अपि तथा धि प्रत्ययः अस्ति चेत् अपि तथैव. अतः तस्य विरोधो नास्ति. तदर्थं मातृभिः उच्यते यत् प्रथम घ्वसरोदे भावस्य लोपश्च तदा हुझल्भ्यो हेधि तदाश्च श्नसरोलोप. अत्य लोप्लकारे अस्धातु तस्य हि प्रत्ययपरे का प्रक्रिया भवति. कस्य प्रथमं कः सूत्र प्रथमम् आगच्छति तस्य चिन्तनमस्ति. घ्वसरोदभावस्य लोपश्च भूजल्भ्यो हेदि श्नसरोलोप. अत्र घ्वसरोदभावसलोपश्च भूजल्भ्यो हेदि द्वयोः प्रसक्तिः अस्ति. कारणं कि ध्वसरोदे भावस्वलोपश्च तस्य सूत्रं प्रति सकारपरे यदि हि प्रत्ययः अस्ति तस्य सकारस्य लोपः भवति. तन्निमित्तमस्ति हि प्रत्ययः. हूझल्भ्यो हेति तस्य निमित्तमस्ति अपि हि प्रत्ययः. परन्तु झल् प्रत्ययः तस्य पूर्वम् अस्ति. किम् इत्युक्ते वयं कार्यद्वयं द्रष्टव्यम् इति मन्ये भगिनि. अत्र किम् इत्युक्ते एतावत्पर्यन्तम् अस्माकं मनसि आसीत् यत्र वयं किं बल तुल्यबलविर्वि विरोधचिन्तनं यत्र कुर्मः विप्रतिषेधः इति यदा वदामः तस्मिन् समये स्थाने समानम् इति अस्माकं चिन्तनम् आसीत्। किन्तु महोदय अस्मिन् करपत्रे तस्य निवर्तयति इत्युक्ते निमित्तं वा स्थाने वा सङ्कर्षः वर्तते चेत् तुल्यबलविरोधः इति, द्वयोः अपि सङ्कर्षः यदा भवति तदा तुल्यबलविरोधः। उदाहरणं पश्यामश्चेत् अस्योगः हि अस्ति खलु, तत्र गोसोरे धावलोपश अलो अनन्तरं भोजद्योगेपि शश्नसोरे लोपः, सूत्रत्रयमपि अव्ययकार्याणि, एकस्य कार्यम् अन्यत् न पश्यति इति प्रथमविषयः। अधुना पश्यामश्चेत् गोसोरे धावभ्यासलोपश्चेत् इति पदां पश्यामश्चेत् तत्र तु काविषयद्वयं वर्तते खलु, एकमस्ति स्थाने अनन्तरम् अस्ति निमित्तम्। निमित्तम् अस्ति, निमित्तं किम् अस्ति, हौ इति अस्ति सप्तमे निर्देशः। आम् सप्तमी, तर्हि हि प्रत्ययः अस्ति सप्तमे निमित्तं। स्थाने किम् अस्ति, स्थाने सकार अस्तातोः सकारः अस्ति, तत्तु एक एक प्रथमविषयः। अनन्तरं द्वितीयसूत्रमस्ति पूजव्योगे इति, अनेन किं भवति, अत्र स्थाने किम् अस्ति, निमित्तं किम् अस्ति, हुजगो यदि निमित्तमस्ति झल् प्रत्ययः सकार तस्मिन् आगच्छति, स्थानी अस्ति हि प्रत्ययः तस्य स्थाने धि आगच्छति। एकस्य सूत्रस्य स्थाने अन्यस्य सूत्रस्य निमित्तमस्ति, निमित्तं तथा विपरीतक्रमेणापि इति अस्ति। अधुना किं महोदय वदति इत्युक्ते सङ्कर्षः अस्ति, अधुना किम् अस्ति, तर्हि तत्र सङ्कर्षः तादृशसङ्कर्षः भवति, एकस्य सूत्रस्य निमित्तम् अन्यस्य स्थाने अस्ति, भिन्न भिन्नसूत्रस्य निमित्तं प्रथमसूत्रस्य स्थाने अस्ति इति आयाति चेत् तत्रापि विप्रतिषेधे परं कार्यम् इति प्रसङ्गः वर्तते इति सूत्रस्य कार्यं। तर्हि सूत्रद्वयं पश्यामः चेत् परकार्यं किम् अस्ति इति परसूत्रमस्ति, तर्हि तस्यैव कार्यं भवति। अधुना अस्माकं संशयः वर्तते अत्र किमस्ति इति, श्नसोरलोपः इति सूत्रं, तदपि समानं खलु, काव्यकार्यमस्ति, तर्हि श्नसोरलोपः इत्यस्य स्थाने स्थाने किं निमित्तं, किं स्थाने अस्ति हि प्रत्यय नो निमित्तं हि प्रत्ययः अस्ति, अकार तस्य लोपः भवति, श्नसोरलोपः सार्वधातुकमिति इति अस्ति, निमित्तमस्ति सार्वधातुकप्रत्ययः प्रत्ययः इति निमित्तं, स्थाने अस्ति अस्ति इति स्थाने अकारः अर्धातोः ह्रस्व अकारः अस्ति, स्थाने अस्ति तस्य तु लोपः भवति, लोपादेशः भवति। अस्तु, अधुना किम् अस्ति, एतत् पश्यामः, वसोरे धावभावश्च इत्यस्य क्षम्यतां हूजल्ब्योर्हेदि इत्यस्य स्थाने इति हूजल्ब्योर्हेदि इत्यस्य स्थाने श्नसोरलोपः इत्यस्य निमित्तमस्ति खलु, हि प्रत्ययः एव सार्वधातुकनिष्प्रत्ययः अस्ति। आम् आम् तथा एव, किन्तु किन्तु किन्तु विपरीतक्रमेण पश्यामः चेत् हूजल्ब्योर्हेति क्षम्यतां श्नसोरलोपः इत्यस्य स्थाने हूजल्ब्योर्हेदि इत्यस्य निमित्तं नास्ति, पूर्णतया तत्र सङ्कर्षः नास्ति, किन्तु सङ्कर्षः वर्तते एव। अस्तु, किन्तु महोदय किं वदति इत्युक्ते हूजल् श्नसोरलोपः इति हूजल्ब्योर्हेदि इत्यनेन यदा दि आदेशः भवति तदा दि प्रत्ययः इति दि इति प्रत्ययः हि इति प्रत्ययस्य स्थाने एव आदेशः भवति, अत्र स्थाने वद् आदेशौ अनल्विदौ इति सूत्रेण अल्विधिकार्यं नास्ति खलु, श्नसोरलोपः इति कार्यम् अल्विधिकार्यं नास्ति, तर्हि हूजल्ब्यो हेदि कृत्वा अनन्तरमपि यत् दीप्रत्ययः आयाति तदपि सार्वधातुकनित्प्रत्ययः एव, किमर्थं श्नसोरलोपः अल्विधिकार्यं नास्ति, केवलं तत्तु एकवर्णमाश्रित्य कार्यं नास्ति खलु, केवलं सार्वधातुक निच् प्रत्ययः इति एव अस्ति. वर्णनिमित्तिकं कार्यं नास्ति, हकारः आदौ हकारः स्यात् इति नास्ति खलु. तर्हि तत् वर्णनिमित्तिकं कार्यं नास्ति, अल्विधि कार्यं नास्ति इति कृत्वा हि प्रत्ययस्य यत् यत् गुणम् अस्ति तदेव गुणम् आश्रयति धि प्रत्ययः अपि. स्थानिवद् भवति धि प्रत्ययः स्थानिवद् भवति इत्युक्ते हि इति एव भवति तस्य गुणः अपि इति कृत्वा तदपि हि दि इति प्रत्ययः अपि सार्वधातुकनित् प्रत्ययः अस्ति इति कृत्वा तत्र तु अत्र तु सङ्कर्षः तु पूर्णतया नास्ति. इति कृत्वा इति कृत्वा तत्र सङ्कर्षः नास्ति. तर्हि श्नस महोदय महोदय श्नसोरलोपः आदौ अपि कर्तुं शक्नुमः, अनन्तरमपि महोदय उक्तवान्, किन्तु श्नसोरलोपः इत्यस्य तादृशसङ्कर्षः नास्ति यतोहि तस्य निमित्तमस्ति कित्नित् सार्वधातुकप्रत्ययः, नाम हि प्रत्ययः चेदपि तदा, द्विप्रत्ययः चेदपि तथा. द्विप्रत्ययः हि प्रत्ययस्य गुणं प्राप्नोति खलु, स्थानिवद्धानि आदेशो अनल्विदौ इति सूत्रेण. अतः तस्य विरोधः नास्ति. तदर्थं मातृभिरुच्यते यत् प्रथमं वसोरे तावद् लोपस्य तदा हुजल्भिः इति, अनन्तरं श्नसोरलोपः इति. अस्तु, श्नसोरलोपः पूर्वं करणीयं वा अनन्तरं करणीयं वा किन्तु चिन्तनस्य आवश्यकता नास्ति इति. किन्तु यत्र सङ्कर्षः अस्ति घ्वसोरे धावलोपस्य हुजल्भिः अनयोः मध्ये किं प्रथमम् इति द्रष्टव्यं. तर्हि तस्य कृते सङ्कर्षः अस्ति इति कृत्वा विप्रतिषेधे परं कार्यम् इत्यनेन घ्वसोरे धावलोपस्य इति सूत्रं प्रथमं कार्यं करोति. भगिनि यथा सुलभफलविरोधचिन्तनं वयं कुर्मः तत्र वयं चिन्तयामः अन्यत्र अन्यत्र गन्तवकाशः अपि अत्र इति अस्माकम् अत्र तत् चिन्तनं न दत्तमस्ति. अत्र तु अन्यत्र अन्यत्र लब्धावकाशः अस्ति खलु, अन्यत्र अन्यत्र लब्धावकाशः. हू जल्द्यो हेदि इति सूत्रस्य हू धातुतः अपि भवति, अन्यत्र लब्धावकाशः अस्ति. अनन्तरं द्वसोरे धावलोपश्य इति सूत्रं तु गुसंज्ञकधातु नामपि भवति, अन्यत्र लब्धावकाशः अस्ति. किन्तु एकत्र प्राप्तिः इति कुत्र इति, एकत्र प्राप्तिः इत्युक्ते किम्, एकत्र प्राप्तिः इत्युक्ते स्थाने समानम् इति न, स्थाने निमित्तं द्वयोः मध्ये किमपि सङ्कर्षः आयाति चेत् तत्रापि द्विप्रतिषेधे परं कार्यम् इति सूत्रस्य इति सूत्रं कार्यं करोति इति. अस्तु, अभ्यासलोपः इति नित्यत्वेन कार्यं करोति वा अथवा नित्यं नास्ति महोदय, नित्यसूत्रं तु नास्ति, केवलं केवलं परसूत्रम् अस्ति इति कृत्वा प्रथमं कार्यं करोति. विप्रतिषेधः अस्ति, परसूत्रमस्ति इति कृत्वा कार्यं भवति. निमित्तं स्थानिवत् अपि स्थाने निमित्तं स्थाने द्वयोः अपि सङ्कर्षः अस्ति, कुसोरे धावलोपश्य हुजल्भिः स्थानयोः सूत्रद्वयम्. एकत्र प्राप्तिः अस्ति, पूर्णतया स्थाने इति प्राप्तिः नास्ति, किन्तु एकस्य स्थाने अन्यस्य निमित्तं तथा अस्ति खलु इति कृत्वा सङ्कर्षः अस्ति इति. किञ्चिदेव विषयः अधिकं विषयं किमित्युक्ते पूर्वं वयं पठितवन्तः एकत्र प्राप्तिः इत्युक्ते समानस्थाने इति, अत्र तु पूर्णतया समानस्थाने इति न, किन्तु एकस्य निमित्तम् अपरस्य स्थाने आयाति आयाति चेत् तत्रापि विप्रतिषेधः इति अस्माभिः अवगन्तव्यम् इति विषयः. अग्रे महोदय पठति किं भिन्ना शैली उच्यते शृङ्गेर्याचारैः इति. भिन्नशैली उच्यते शृङ्गेर्याचार्यैः तैः उच्यते यत् द्वयोः अन्यत्र चरितार्थयोः अचरितार्थयोः एकत्र समावेशः दुर्लभविरोधः, नाम यत्र कुत्रापि द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति अपि च द्वयोः अन्यत्र चरितार्थं वा उभयोः अचरितार्थं वा अस्ति तत्र तुल्यबलविरोधः वर्तते, अस्मिन् चिन्तनविधौ स्थाने समानः अथवा निमित्तसङ्घर्षः इति किमपि नास्ति. केवलम् एकस्यां प्रक्रियाम् एकस्मिन् काले युगपत् प्राप्तिः इत्यनेन एकत्र प्राप्तिः, तदा अन्यत्र द्वयोः चर्चार्थं नाम द्वयोः अन्यत्र लब्धावकाशः अथवा द्वयोरपि अन्यत्र चर्चार्थं नाम लब्धावकाशः न इति चेत् तुल्यविरोधः. अतः प्रकृतौ त्रयाणामपि तुल्यविरोधः वर्तते, यतोहि एकस्मिन् काले युगपत् प्राप्तिः अस्ति अपि च अन्यत्र चरितार्थम् अस्ति. अन्ततो गत्वा गसरोहितव्यासलोपः बलवत् प्रातिपदिकोत्वात् प्रातिपदिकोत्वं प्रतिपदोक्तत्वं प्रतिपदोक्तत्वात् प्रतिपदोक्तत्वं परत्वात् बलवत्. किमित्युक्ते शृङ्गेराचार्य किं वदति इत्युक्ते तस्य तु भिन्ना चर्चा अस्ति, तस्य तु भिन्ना भिन्नवाक्यं तदेव तदेव महोदय अत्र वदति अचरितार्थः किम् इति. किम् इत्युक्ते नाम द्वयोः सूत्रयोः एकत्र प्राप्तिः, किन्तु शृङ्गेर्याचार्यः वदति एकत्र प्राप्तिः इत्युक्ते किं तानि समानम् इति किमपि नास्ति. एकस्यां प्रक्रियायाम् एकस्मिन् काले युगपत् सूत्रद्वयम् आयाति चेत् एकत्र प्राप्तिः इति शृङ्गेर्याचार्यः वदति. भिन्नरीत्या भिन्नरीत्या चिन्तयति, तस्य तु चिन्तनं भिन्नमस्ति. अनन्तरं सः वदति तर्हि एकत्र प्राप्तिः, अनन्तरं वयं किं वदामः अन्यत्र अन्यत्र लब्धावकाशः इति वदामः खलु. सामान्यतया किं वदामः एकत्र प्राप्तिः अनन्तरम् अन्यत्र अन्यत्र लब्धावकाशः. अयं वदति किं वदति अन्यत्र द्वयोः चारितार्थं नाम द्वयोः लब्धावकाशः अपि भवतु लब्धावकाशः न चेत् अपि तुल्यबलविरोधः इति. सामान्यतया अस्माकम् अवगमनम् एव तावत्पर्यन्तं किम् आसीत् एकत्र प्राप्तिः अनन्तरम् अन्यत्र अन्यत्र लब्धावकाशः आवश्यकः इति अस्माकम् अवगमनम् आसीत्. किन्तु एषः वदति शृङ्गेरी आचार्यः वदति एकत्र प्राप्तिः इत्युक्ते युगपत् आयाति समानकाले आयाति चेत् प्रक्रियायाम् आयाति चेत् तस्मिन् एकत्र प्राप्तिः. अनन्तरं किं वदति चरितार्थः इत्युक्ते अन्यत्र लब्धावकाशः भवतु नाम न भवतु नाम तथापि तुल्यबलविरोधः इति स्वीकर्तुं शक्यते. तर्हि तर्हि एकस्मिन् काले युगपत् आयाति चेत् वयं तुल्यबलविरोधः इति मत्वा परसूत्रम् इति स्वीकर्तुं शक्नुमः. अनन्तरं किम् अस्ति वसोरेधावलोपश इति तत्र तु प्रतिपदोक्तत्वमस्ति खलु, अस् धातुः इति उक्तमस्ति, साक्षात् उक्तमस्ति. तर्हि प्रतिपदोक्तत्वात् इति प्रतिपदोक्तत्वं परत्वात् बलवत् अस्ति इति परसूत्रम् इति चिन्तयामः तदपि एकः विषयः. वसोरेधावलोपश इति परसूत्रम् अस्ति तत्तु सत्यम्, अनेन कार्यं निश्चयेन भवति. अन्यदपि अस्ति किम् इत्युक्ते वसोरेधावाभ्यासलोपश इति सूत्रं प्रतिपदोक्तत्वात् बलवत् इति कृत्वा प्रतिपदोक्तत्वेन तस्य कार्यं भवति. अत्र उक्तमस्ति खलु तद् पदम् एकम् एकं दातुं वा साक्षात् उक्तमस्ति चेत् प्रतिपदोक्तत्वम् अस्तु. इट् हस् बिन् स्पेशलि इण्डिकेटेड् रैट्, इट् हस् बिन् स्पेशलि गिवन् लैक् इन् अस् धातुः इति. अस्तु, इट् डज़न्ट् पाणिनि केवलम् एतद् न वदति सकारान्तदातुः इति किमपि नास्ति, साक्षात् अस् धातुः इति उक्तमस्ति. तर्हि यदि अत्र न अस्य लब्धावकाशः नास्ति अन्यत्र न भवति तद्भवति हलो भगिनि, भवत्याः ध्वनिः सम्यक् न श्रूयते मध्ये मध्ये. धातु दत्तम् अस्ति अस् धातु भवती प्रतिपद उक्तवान् प्रतिपद उक्तम् ओके प्रतिपद महोदय पूर्वकार वदति परत्वात् बलवत् इदानीं मित्र आचार्यस्य परद्वादपदन्ति, परद्वादपि अस्ति, अनन्तरं प्रतिपदोक्तत्वादपि बलवत् इति. किन्तु किं किमर्थं तुल्यबलविरोधचिन्तनम् अत्र आनयामः इति द्वयोः मतभेदः अस्ति. प्रथमः वदति, प्रथमः वदति निमित्तस्थाने सङ्कर्षः भवति चेत् तुल्यबलविरोधः. द्वितीयचर्चा अस्ति यत्र एकत्र प्राप्ति इत्युक्ते युगपत् प्रक्रियायां युगपत् आयाति एकस्मिन्नेव काले इत्युक्ते तत्र एकत्र प्राप्तिः स्थाने इत्यस्य चिन्तनं मास्तु. अनन्तरम् अन्यत्र लब्धकाशः अस्ति चेदपि तुल्यबलविरोधः, नास्ति चेदपि तुल्यबलविरोधः इति स्वीकर्तुं शक्यते इति. अस्तु महोदय, अत्र अस्तु प्रातिपदिकं नास्ति चेत् किमपि धातु अस्ति चेत् अत्र गोसर्वयुक्ताभ्यासः प्रातिपदिकत्वं कार्यं न करोति, न करोति, किन्तु परत्वात् बलवत् भवति खलु निश्चयेन. पूर्वोक्तं धन्यवादः महोदय. परसूत्रं बलवत् एव, यत्र प्रतिषेधः वर्तते तत्र परसूत्रं बलवत् एत् योग लट् अनुदातङ्गत् आत्मनेपद्यं कर्तरि शप् तिङ् भावि तिङ् भवति इति कृत्वा युगपत् प्राप्ति तुल्यबलोध विरोधश्च यद्यपि स्थाने समानो नास्ति. अहं न अवगच्छामि अत्र किम् उदाहरणम् अस्ति. अत्र अनुदातसङ्गत आत्मनेपदी इति संज्ञासूत्रमस्ति. यदि धातु अनुदातसति अङ्गसति तस्य संज्ञा आत्मनेपदी आगच्छति इति. किम् इत्युक्ते अनुदातनितः आत्मनेपदम् इति न आत्मनेपदसंज्ञा प्राप्नोति खलु, यत्र आत्मनेपदसंज्ञा प्राप्नोति अनन्तरं कर्तरि शप् इति अपि आयाति खलु, कर्तृहस्तके अस्ति इति कृत्वा शक्ति आयाति. अत्र तिङ् तिङ् भावः वा भावि तिङ् भवति इति कृत्वा युगपत् प्राप्तिः तुल्यबलविरोधस्य यद्यपि स्थाने समानः नास्ति तदापि तुल्यबलविरोधः, तर्हि प्रायः अवगमनमस्ति कर्तरिषप् एव प्रथमं कार्यं करोति इति खलु. अनन्तरमेव अन्यत् उदाहरणं महोदय, अहं मन्ये एतत् कुत्रचित् काशिकावृत्या वृत्त्यां वा कुत्रचित् अस्ति इति कृत्वा महोदयेन तत् अस्तु दत्तम् अस्तु. तिङ् भावि इत्युक्ते किं, तिङ् भावि तिङ् भवति, तिङ् भावि इत्युक्ते तिङ् भवति इति तदेव अर्थः. तिङ् भावि इति इत्युक्ते तिङ् भवति इति कृत्वा युगपत् प्राप्ति. तिङ् भवति लट् इति अस्ति, लट् इति अस्य स्थाने तिङ् भवति खलु. अस्तु अस्तु अस्तु, कर्तरि ते प्रत्यये आगच्छति लट् स्थाने. अस्तु, लट् प्रथमम् आसीत् ति आगच्छति तदनन्तरं इति अस्माकं सत्यं महोदय. तेन लट् लकार्य विवक्षा तदनन्तरं सार्वधात्विकप्रत्यय तेन आगच्छति तदनन्तरं कर्तरिष तदनन्तरं विकरणप्रत्यय. किन्तु आत्मनेपदसंज्ञा तु प्रथममेव आयाति खलु, किमर्थम् आत्मनेपदसंज्ञा केवलं धातोः स्वरविज्ञानमनुसृत्य आत्मनेपदत्वं वा परस्मैपदत्वं वा इति जानीमः खलु, तत्तु आदौ एव तद् आदौ भवति. कर्तृश अनन्तरम् आदौ अस्तु. अग्रे पठति किं भगिनि, अग्रे वक्ष्यमाणशा, अग्रे वक्ष्यमाणशास्त्रो शास् योग हि शाहौ षष्ठमध्यास चतुर्थपादे पञ्चत्रिंशत्सूत्रं शा योग हि ऊर्ध्वभ्यो हेति षष्ठमध्यास चतुर्थपादम् एकाधिकम् एकशतं सूत्रम् इत्यनेन झल तेभ्यः धातुभ्यश्च हि स्थाने धि आदेश शाधि अत्रापि समानप्रश्न उदेति, अत्रापि अभियकार्यम्, अत्रापि बाध्यबाधकभाव, अत्र भाष्यवाक्यम् अस्ति शाधीत्यत्रापि नित्यत्वात् पूर्वशाभाव, पूर्वं शाभाव अविधिष्ठ अविधित्वा च धित्वे नास्ति स्थानिवत् भावः. अत्र अन्य उदाहरणमस्ति शास् योगः इति, यदि लोट्लकारे मध्यमपुरुषे एकवचनम् आगच्छति तत्र शाहौ पूर्वसूत्रमस्ति इति सूत्रस्य कारणैः प्रत्यय सप्तमी विभक्ति अस्ति नित्य तस्य निमित्तं भवति सकारस्य लोपः भवति शाहे भवति. उजर्भ्यो हेदि परसूत्रम् अस्ति झलन्तेभ्य हि प्रत्ययस्य स्थाने धि आगच्छति शाधि इति भवति. अत्र द्वे अपि षष्ठम् अध्याये अस्ति अभ्यकार्यम् अस्ति. यदि अभ्यकार्यं भवति त परसूत्रं पूर्वसूत्रं न पश्यति इति. किन्तु अभ्यकार्यमिति परसूत्रं पूर्वसूत्रमिति नास्ति. अभ्यकार्यमिति परसूत्रस्य कार्यं न पश्यति. न न न पूर्व प्रथमसूत्रस्य कार्यं पर पूर्व इति नास्ति. प्रथमं यत् सूत्रं कार्यं करोति तत् कार्यम् अन्य द्वितीयसूत्रं न पश्यति. किन्तु इदानीं शादीक्रियत्वा पूर्वशाभाव इति किमस्ति तस्य एव विवरणम् अग्रे दत्तमस्ति. शादी इत्र इत्यत्रापि नित्यत्वात् पूर्वं शाभावः अल्विदित्वा च द्वित्वे नास्ति स्थानिवद्भावः. इत्युक्ते अस्माकं प्रश्नः आसीत् यत्र असिद्धत्वं भवति असिद्धवदत्राभात् इति सूत्राणि सन्ति तत्र सूत्रद्वयं कार्यं करोति. तत्र अस्माभिः बलाबलचिन्तनं कर्तुम् आवश्यकं किम् इति. किन्तु तर्हि एतत्तु भाष्यवाक्यमस्ति. शादी यत्र शादी इत्यत्रापि नित्यत्वात् पूर्वं शाभाः इति इत्युक्ते शादी इति यत्र अस्मिन् अस्यां प्रक्रियायां शाद्योगः हि इति अस्ति खलु तत्र तु शादी इति आयाति अन्तिमरूपं. तत्र तु नित्यत्वम् इति कार्यं करोति इति नित्यत्वे एव शाभावः आयाति इति इत्युक्ते नित्यत्वचिन्त यत्र नित्यत्वम् इति भाष्यवाक्यम् अस्ति इत्युक्ते बलाबलचिन्तनम् आवश्यकम् इति तद्दो स्पष्टीकरोति बलाबलचिन्तनविषयेण आवश्यकम् इति. तर्हि क्रमः महोदयेन अग्रे निर्दिष्टम् अग्रे पठति किं भगिनि. अस्तु क्रमः एतादृश अन्यत्र अन्यत्र लब्धावकाशयोः एकत्र प्राप्तिः तुल्यबलविरोध इति भाष्यवाक्येन तुल्यबलविरोधः अस्ति. अतः विप्रतिषेधे परं कार्यम् इत्यनेन परं कार्यं भवति हुज् हल्ब्युहेदि इति परसूत्रं. परन्तु पूर्वनित्य नित्यान्तरङ्गापवादान् वादानम् उत्तरोत्तरं बलीय इति परिभाषया परत्वात् नित्यसूत्रं बलवत्. अत्र बोध्यं यत् परसूत्रं परत्वात् एव बलवत् भवति. तदपेक्षा पूर्वसूत्रं नित्यम् अस्ति चेत् तदेव बलवत् भवति. अद्य परसूत्रं नित्यम् अस्ति न वा इति न द्रष्टव्यं. तस्य अवसरः परत्वात् जातः एव अधुना पूर्वसूत्रमेव नित्यम् अस्ति न वा इति द्रष्टव्यं. शाहो नित्यम् अतः हुल् शल्भ्यो हेधि इति सूत्रं प्रभाद्य स्वस्य कार्यं कारयति. तदर्थं भाष्यवाक्ये लिखति शाधि इति अत्र अपि नित्यत्वात् पूर्वं शाभाव. अत्रापि अन्यत्र अन्यत्र लब्धावकाशयोः एकत्र प्राप्ति इति तुल्यबलविरोध. अत्र शाहो हुल् चल्बो हेदि तयोः मध्ये कस्य प्राप्ति पूर्वम् आगच्छति तस्य तुल्य कारणकी तुल्यबलविरोध अस्ति द्वयोः मध्ये. द्वयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति अतः तुल्यबलविरोध अस्ति. यद्यपि हुल् सर्जो हेदि इति परसूत्रम् अस्ति अत्र शाहौ इति अस्ति तत्र तु तुल्यबलविरोधः अस्ति. अत्र तु अन्यत्र लब्धावकाशः अस्ति किं नास्ति खलु शाहुः अन्यत्र अन्यत्र लब्धावकाशः नासीत्, तर्हि अनयोः मध्ये अन्यत्र लब्धावकाशः नास्ति. किन्तु यदि वयं केवलं परसूत्रम् इति चिन्तयामः चेत् हूजल्भ्यो भवेत्. किमर्थम् इत्युक्ते हूजल्भ्यो परसूत्रमस्ति, तत्र एतत् नास्ति. और् हुल्जल्भ्यो शाहो नित्यत्वात् कारणकी शाहो यदि कार्यं न करोति, हुल्जल्भ्यो यदि पूर्वं कार्यं करोति, शास् योग हुल्जल्भ्यो हेदि यदि वयं बहिः स्थाने धि आगच्छति शास् योगधि, तत्र परं यदि शाहो आगच्छति तस्य कार्यं न भवति, तस्य निर्विकाशं भवति, साधु बहिः स्थाने धि आगच्छति. अत्र तु किम् इत्युक्ते महोदयेन किम् इत्युक्ते शाहो इत्यस्य यावत्पर्यन्तम् इति अस्ति इति न वदेत्. यत्र वयम् आभ्यकार्यमिति न चिन्तयामः, सामान्यचिन्तनं यत्र आभ्यकार्यमिति न चिन्तयामः चेत् खलु, आभ्यकार्यम् अस्ति इति कृत्वा न पश्यति. यदि वयं पूजल्गृहे इति प्रथमं कार्यं कुर्मः चेत् आभ्यकार्यमस्ति सत्यं, तर्हि शाहौ इत्यपि आभ्यकार्यम् अस्ति, समानाश्रितम् आभ्यकार्यम् इति कृत्वा पूजल्गृहे इति कार्यं न पश्यति, भवितुम् अर्हति आभ्यकार्यम् अस्ति इति कृत्वा. किन्तु चिन्तनं कथम् अस्ति इत्युक्ते आभ्यकार्यम् अधुना वयं न आनयामः इति. यत्र वयं बलाबलचिन्तनम् इति वदामः तत्र तु अस्माभिः आभ्यकार्यम् इति चिन्तनं न भवति. प्रथमं कस्य बलमस्ति प्रथमं चिन्तनीयम्, अनन्तरं वयं बलाबल आभ्यकार्यम् इति कृत्वा मत्वा अनन्तरं पश्यामः. अत्र अपवादत्वेन भवति शाहो बलं नित्यत्वात् इति आं तदेव पूर्वसूत्र महोदय उक्तवान् मङ्गलवासरे शिक्षा अस्ति पूर्वसूत्र एव नित्य परत्वात् नित्यं भवति. किमर्थं यत्र विप्रतिषेधः अस्ति तत्र परकार्यं कार्यं करोति, विप्रतिषेधः अस्ति चेत् परकार्यं, तत्र तु वयं नित्यं वा किमपि न चिन्तयामः खलु. विप्रतिषेधः अस्ति चेत् परसूत्रं तावदेव, किन्तु यत्र विप्रतिषेधः नास्ति तत्र एव अस्माकं चिन्तनं भवति पूर्वपरनित्यन्तरङ्ग इति. अस्तु, तत्र तत्र नित्य इति वदामः चेत् यत्र वयं परसूत्रम् इति चिन्तनं भवति, विप्रतिषेधः आयाति परसूत्रम् इति वयं स्वीकुर्मः, तत्र तु अनन्तरं किमर्थं वयं परत्वात् एव कार्यं भवति खलु, अग्रे चिन्तनीयस्य आवश्यकता एव नास्ति. किन्तु यत्र पूर्वसूत्रं बलवत् आयाति, बलवत् भवति यत्र नित्यम् इति आयाति, तत्र एव पूर्वमपि प्रभाद्य परसूत्र नित्यत्वस्य बलं भवति खलु इति शास्ति इति मम अवगमनं. किन्तु हुल्जल्भ्यो हेदि अपि नित्यं सूत्रं भवितुं शक्नोति न? तस्यैव अवगमनार्थम् अग्रे प्रक्रिया उक्तमस्ति. यदि हूजल्भ्यः यदि प्रथमम् आयाति चेत् किं कार्यम् इति तद् अग्रे पश्यामः. अहं पठामि किल एकाभ्यः अग्रिमपङ्क्तिं. अपि च हूजल्भ्यो हेर्दि इति पूर्वं चेदपि अल् विदित्वा च द्वित्वे नास्ति स्थानिवद्भावः, इत्यनेन स्थानिवद्भावः न भवितुम् अर्हति स्म. यतोहि तत्र हे इत्यस्य स्थाने दि इत्यस्य निमित्तम् अस्ति जल् प्रत्याहारे स्थितस्य वर्णः, तदर्थं स्थानिवदादेशो अनल्विदति सूत्रेण दि इत्यस्य स्थाने हि इति भावो न सम्भवति. स्थानिवदादेशो अनल्विदौ इति अतिदेशसूत्रम्, आदेशः स्थानिना तुल्यं भवति किन्तु स्थानिवद्दस्य अल् वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत् तुल्यं न भवति. अत्र जल् प्रत्याहारे स्थितः वर्णः निमित्तम् अस्ति, अतः स्थानिवद्भावः जल्भ्यो चेदि प्रथमं भवति चेत् शाहौ इत्यस्य प्रसक्तिर् न स्यात् यावत्पर्यन्तम् आवीयकार्यम् अस्ति इति न वदेत्. ओके, अस्तु. किम् इत्युक्ते अत्र किं वदति, हूजल्भ्योर्हेदि इति प्रथमम् आयाति चेत् हे स्थाने दि आदेशः आयाति, किन्तु शाहौ इति सूत्रं किं वदति, हूजल्गे इति किं वदति, हे स्थाने दि आदेशः, यदि हे दि इति यत् प्रत्ययः अस्ति नूतन यत् आदेशः भवति तत्तु हे इत्यस्य गुणं स्वीकरोति, किन्तु यत्र अनन्तरम् अल्विधिकार्यमस्ति शाहौ इति कार्यम् अल्विधिकार्यमस्ति, शास् इति शास् इति प्रत्ययस्य सकारस्य लोपः भवति हकारे परे इति मन्ये, हौ इति अस्ति हकारे परे. एकवारं पश्यामः शाहौ इति सूत्रस्य सकारे परे भवति हौ इति सप्तमी विभक्ति भवति हकारे परे पूर्वकार्यं हि प्रत्ययः परे इति साक्षात् उक्तमस्ति. तत्र तु केवल एतद् न उक्तमस्ति यत् यदि सार्वधातुकम् इति उक्तमासीत् चेत् निश्चयेन तादृशं गुणं प्राप्नोति हि प्रत्ययः, किन्तु हौ इति साक्षात् उक्तमस्ति हकारं भवतु इति, तर्हि शाहौ इत्यस्य प्रसक्तिः न भवति. असिद्धम् इति असिद्धवद्दत्राभात् इति अव्ययकार्यम् इति चिन्तयामः चेत् निश्चयेन भवति, कार्यं न पश्यति इति कृत्वा भवति, किन्तु अत्र यावत्पर्यन्तं वयम् आवीयकार्यम् इति अस्माकं चिन्तनं न गच्छति, सामान्यचिन्तनं भवति चेत् निश्चयेन हूजल् ब्योर् हेर्दि इत्यस्य अनन्तरं शाहौ कार्यं निश्चयेन कार्यं न करोति, खलु त्यजामः शाव्यकार्यम् इति चिन्तनं त्यजामः चेत् हूजल् ब्योर् हेर्दि प्रथमं कार्यं भवति चेत् शाहौ इति नास्ति. अन्यच्च हूजल्भ्यो हेदि प्रथमं करोति चेत् किं भवति, शास् योगः हि इति स्थितिः, हा हूजल्भ्यो हेदि कार्यं करोति शास् योगः दि. अधुना किमस्ति, दीच इति सूत्रम् आयाति, दीच इति सूत्रं पश्यामः चेत् परसूत्रमस्ति खलु, दीच इत्यनेन सकारलोपो भवति दकारादिप्रत्यये परे, शाही इत्यस्य शाहौ इत्यस्य कार्यं न भवति, किन्तु दीहौ इति दीच इत्यस्य एव कार्यं भवति, किन्तु इत्यनेन प्रसक्तिः अस्ति, किन्तु शास इद् इदं हलोः इत्यनेन दीच प्रवाद्य इद् आदेशः भवति. यत्र कूजल्भ्यो हृदि प्रथमं कार्यं करोति चेत् प्रथममस्ति शाहि शाहौ इत्यस्य कार्यं न भवति, प्रसक्तिः नास्ति, दीच इत्यस्य प्रसक्तिः अस्ति, शास इदं हलौ इत्यस्यपि प्रसक्तिः अस्ति, सूत्रद्वयम् अस्ति, किन्तु शास इदं हलोः इति सूत्रं प्रतिपदोक्तत्वात् अन्यत्र लब्धावकाशः नास्ति खलु इति कृत्वा दीच प्रबाद्य शास इदं हलौ इति सूत्रं कार्यं करोति. शास उपदायाः इत्यस्य अनिहलादौ इति च इति शिस् इति इकारः आयाति उपदायाम् इत् इति आदेशः भवति, तर्हि शिस् योगः हि इति अनिष्टं रूपं शासादयामः, अतः अन्ततो गत्वा आव्ययकार्यबलेन नित्यत्वात् शाहौ इत्यनेन पूर्वं शा योगः हि इति भवति, अनन्तरमेव पूजल्भ्यो हेदि इत्यनेन दिप्तम् अनेन इष्टरूपं शादि इति सिद्ध्यति. किं महोदय उक्तं, तर्हि यत्र आव्ययकार्याणि सन्ति तत्र अस्माभिः सामान्यचिन्तनं प्रथमं भवतु, आव्ययकार्यमिति निष्कास्य सामान्यचिन्तनं बलाबलचिन्तनं भवतु, तत्र किं सूत्रं बलवत् तदेव प्रथमं कार्यं भवति, अनन्तरं तद् कार्यं निश्चयेन न पश्यति अग्रिम अभ्यसूत्रम् अग्रिमद्वितीयसूत्रं कार्यं करोति अनन्तरम्. अल्विदित्वात् स्थानी अन्नलविदो इति तस्य अर्थं किमर्थम् इत्युक्ते यत्र शाहौ इति अस्ति खलु, तर्हि शाहौ इति अल्विधिकार्यमस्ति, एकवर्ण किं भगिनि एकवर्णमाश्रित्य कार्यम् एकं वर्णमाश्रित्य कार्यम् इति कृत्वा दि इति आदेशः यत् अस्ति तत्र तु स्थानिवद्भावः नास्ति, हि हि इति एकं हि इति वर्णं वर्णस्य स्वरूपं न स्वीकरोति खलु, दि इति वर्णः हि इति वर्णः नास्ति, धकारः तु अकारः नास्ति, स्थानिवद्भावः नास्ति अत्र अल् इति कार्यमिति कृत्वा तदेव. अटिलम् अस्ति महोदय, महोदयेन उक्तमासीत् तर्हि अवगच्छामः, महोदय उक्तवान् इति मनसि अवगन्तुं प्रयत्नं कुर्मः, किन्तु स्वयं कुर्मः चेत् स्वयं तु न कर्तुं शक्यते अस्माभिः, एतादृशचिन्तनं अग्रे अग्रे विषयः वयं भवती गृहदातु कृतवती द्वयोरि आत्मनेपदी इदानीं वयं न कृतवन्तः खलु लिखदातुः गतसप्ताहे मार्गः नासीत् खलु. आमां गृहं न कर्तुं कृतवन्तः, लिखन कृतवन्तः, अनन्तरं दातु मङ्गलवासरे रुदाभ्यन्तर्गणः अपि समाप्तं खलु, ह्यः समाप्तं इति कृतवन्तः तावदेव, केवलं रुद्धातोः केव कृतवन्तः किमिति भगिनि दुरुद्धातोः विषये दृष्टवन्तः, अनन्तरं किं लिधातो अस्मदेपदी कृतवन्तः मङ्गलवासरे, अपि लुधातोः अस्मैपदी रूपाणि कृतवन्तः, लिधातोः अनन्तरं रुद्धातोः. अस्तु भगिनि, तर्हि तदेव अस्माभिः अपि क्रियते. अधिकसमयः नास्ति, किन्तु चिन्तनं कथम् इति पश्यामः. हकारान्तलिखातुः इति प्रायः सर्वाणि रूपाणि न साधयामः, केवलम् उदाहरणरूपेण साधयामः. महोदय पठति किं भगिनि महोदय, दिह महोदय हकारान्तलिखदातुः इति हकारान्तदिह दिह् धातुः उपयपति उपचये सर्वं दुह् धातुवत् भवति, अङ्गकार्यमपि सन्धिकार्यमपि तथा अङ्गकार्यम् हलादिपित्सु उपधायां लघु इकः गुणः दिह् योहति बुहन्दपदु बुहन्दलघुपदस्य च इत्यनेन देह् योहति सन्धिकार्यं दिग्धि. अनन्तरम् अजादिपित्सु बदायां लघु इत्यगुणः दिह् योहानि बुहन्दलघुपदस्य च इत्यनेन देहानि. हलादिपित्सु निति इति गुणनिषेधः दिस् योहतः सन्धिकार्यम् एव दिग्धः. अजादिपित्सुः हकारान्त लिख् दातु दिह्तः न दिह् तु गतसप्ताहे दृष्टवन्तः खलु. ओ लिख् लिख् लिख् लिख् ले आस्वादाने एकनिमिषं महोदय. लिख् हकारान्त लिख् दातु लिख लिह् धातुः उभयपदिः आस्वादने अङ्गकार्यम् हलादिपित्सुः वयं न कृतवन्तः, किमर्थम् इत्युक्ते उक्कु यथा आसीत् दिह् अपि तथा एव, अतः वयं दिक् न दृष्टवन्तः, गतसप्ताहे वर्गः नासीत् लिह् धातु पश्यामः. लिह् अङ्गकार्यम् हलादिपित्सु उभधायां लघु इकः गुणः लिह् योः अति पुगन्धलघुपदेशि च इत्यनेन लेह् योहति सन्धिकार्यं लेडि. अजादिपित्सु उपधायां लघु इकः गुणः लिह् योह आनि उपदेशस्य च इत्यनेन लेहयोः आनि लेहानि हलादिपित्सु नितीति गुणनिषेध च नितीति च गुणनिषेधः लिह् योहतः सन्धिकार्यम् एव लीडः अजादिपित्सु पितीति च गुणनिषेधः लिह् योः आनि वर्णमेलन लिहा लिहन् हन्ति लिह् योः हन्ति वर्णमेलन लिहन्ति इति सन्धिकार्यम् अकारान्तधातूनां सन्धिकार्यं त्रिविधं पठामि वा लट् महोदय अकारान्तधातूनां सन्धिकार्यं त्रिविधम् अकारान्तधातुः तकारान्त तकारादि तकारादि च प्रत्ययानां योजनविधिः तकारादि तकारादि च प्रत्ययः प्रत्यये परे धात्वान्तस्य हकारस्य स्थाने डकारादेशो भवति कोटः इत्यनेन सूत्रेण प्रत्यादौ स्थितस्य तकार तकार च इत्यनेन दकार आदेशः भवति जसस्वतो दोदः इति सूत्रेण प्रत्यादौ स्थितस्य दकारस्य स्थाने ड आदेशः भवति सुनास्तुः इति सूत्रेण पूर्वतनस्य ड लोपः भवति लोडे लोपः इति सूत्रेण लिस्योः इति भुगन्धलघुपदस्य च इत्यनेन गुणः लेह्योः इति होडः इति इत्यनेन जलीपरे अकारस्य स्थाने डकारादेशः अतः लेड् योः इति जसस्तो दोदः इत्यनेन तकारस्य स्थाने डकारादेशः लेड् योः इति शृणाश्चुः इत्यनेन स्त्वं लेड् योः इति डोडो लोपे इत्यनेन पूर्वतनस्य डकारस्य लोपः लेडि लेयोः डि लेडि इति रूपम् धन्यवादः महोदय इत्यनो लोप अन्तरं तयोः पूर्वस्थित अण अ इ ओ इत्यस्य दीर्घादो आदेशो भवति यथा लियोगत होडः लिट् योगतः झषसतोध लिट् योगतः श्नाष्टुः लिट् योगध घोडे लोप लियोगधः ध्वलोपे पूर्वस्य दीर्घोण इत्यनेन ध इत्यस्य लोकान्तरं पूर्वस्थितस्य अनुदीर्घादेशो भवति लियोगध लीघ भवति अत्र प्रश्नः वदति घोडे लोप इति पूर्वतपादिसूत्रं श्नाष्टुः त्रिपादिसूत्रं श्नाष्टुः अष्टमध्याय चतुर्थपादे एक चतुर्वंश चतुर्विंशतितमसूत्रम् इति त्रिपादिसूत्रं तर्हि किमर्थं पूर्वता सिद्धम् अन्येन श्नाष्टुः इत्यस्य कार्यम् असिद्धं न भगिनि अस्ति किं न श्रूयते भगिनि न श्रूयते अन्तिमभागः अस्तु ओ किमर्थं पूर्वत्रा सिद्ध इत्यनेन श्नाष्टुः इत्यस्य कार्यम् असिद्धं न भवेत् श्नाष्टुः पदसूत्रमस्ति त्रिपादिसूत्रम् उत्तरमस्ति यत् आश्रयात् सिद्धं वस्तुतः यत्र कुत्रापि घोटे लोपद इति सूत्रं प्रवर्तते तस्मात् पूर्वं श्नाष्टुः परसूत्रं प्रवर्तते एव सम्पूर्ण संस्कृतभाषायां कुत्रापि नास्ति अत्र द्वोते लोप त्रिपादे अष्टमध्यासी भवति किन्तु तस्मात् पूर्वं श्नाष्टुः अष्टमध्यासे चतुर्थपादे न स्यात् अध्यायदशायां पूर्वता सिद्धम् इत्यनेन घोटे लोप अष्टमध्याय त्रिपादी अत्यस्य मनसि श्नाष्टुः अष्टमध्याये चतुर्थपादे कार्यम् असिद्धं चेत् घोटे लोप अत्यस्य प्रवर्तनं न कुत्रापि भवेत् निर्विकाशं स्यात् तत्र घोटे लोप अष्टमध्याये त्रिपादी इति सूत्रं श्नाष्टुः अष्टमदापि चतुर्थपादे इति कथयत् आश्रये अस्ति इति कृत्वा आश्रयात् सिद्धम् इति उच्यते. अनेन कारणेन ढोडीलोप न बाधितं पूर्वत्र सिद्धम् इति सूत्रेण अत्र दत्तमस्ति. कथम् श्नाष्टुः परसूत्रं त्रिपाद्यां परसूत्रं भूत्वा अपि तस्य कार्यं प्रथमं भवति ढोडीलोपसूत्रस्य अपेक्षया. कारणमस्ति कि ोडेलोपस्य आश्रमान् भवति ढकार तस्य कुत्रापि ढकार श्नाष्टु सूत्र विना न भवति. अतः तस्य आश्रय भूत्वा आश्रयत्वात् तस्य सिद्धः भवति श्नाष्टुः कार्यं करोति प्रथमं ोपसर्जनन्तरं कार्यं करोति. हकारान्त सकारादिप्रत्ययानां योजनविधि. सकारादिप्रत्यये परे धातु अन्त्यस्य हकारस्य स्थाने ढकारो आदेशः भवति ओडर् इति अनेन सूत्रेण. तदा ढकारस्य स्थाने ढकारो आदेशः भवति षडो ग्रहसि इत्यनेन सूत्रेण. अन्ते प्रत्यया प्रत्यय अवयवस्य सकारस्य स्थाने षकारो आदेशः भवति आदेशप्रत्ययो इत्यनेन सूत्रेण. यथा लेहयोगसि पुगन्तलघु पदस्य च लेहयोगसि मूढः अनेन लेहयोगसि षडोकारस्य लेक् योगसि आदेशप्रत्ययो लेक् योगसि लेक्षि. होड अस्ति अकारस्य स्थाने दकारो आदेशः भवति जलिपदान्ते च. अनुवृत्तिसूत्रं हड् जलिपदान् पदस्य अन्ते च. षडोकासि सकारे परे षकारस्य दकारस्य च ककार आदेशो भवति अनुवृत्तिसहितसूत्रमस्ति षडोकासि. धन्यवादः महोदय. मणिमहोदय तकारादिप्रत्ययानि सन्ति. अकारान्तधातुः अकारादिप्रत्ययानां योजनविधिः. एकं निमिषं महोदय. डकारादिप्रत्यये परे धात्वान्तस्य हकारस्य स्थाने डकारस्य भवति होढः इत्यनेन सूत्रेण. प्रत्यादौ श्रितस्य डकारस्य स्थाने ड आदेशः भवति शृणाष्टुः इति सूत्रेण. पूर्वतनस्य ड लोपः भवति डोडे लोपः इति सूत्रेण. निमित्तस्य पूर्वस्य अणः दीर्घः भवति ड्रोलोपे पूर्वस्य दीर्घोणः इति सूत्रेण. यथा लिह्योहि पूजल्भ्योहदिः इति सूत्रेण लिह्योहदि होडः इति इत्यनेन जलिपरे हकारस्य स्थाने डकारादेशः भवति. लिड् योः दि सुनास्तुः इत्यनेन स्तुत्वं लिड् योः डि डोडे लोप इत्यनेन पूर्वतनस्य डकारस्य लोपः लि योः डि डोलोपे पूर्वस्य दीर्घणः इत्यनेन डकार इत्यस्य लोपानन्तरं पूर्वस्य अनः दीर्घादेशः ली योः डि लीडि इति. महोदय लिह् योः हि अस्ति किल हूजल्भ्योः अपि कार्यं करोति. प्रथमे हि अपि जल् जल् वर्ण अस्ति किल महोदय. लिह् योः हि पूजल्भ्योहदिः प्रथमं कार्यं करोति इति दत्तम्. अत्र हि अपि जल्वर्णः किमर्थं भूजल्भे कार्यं करोति प्रथमं होडः अनन्तरं होडः पूर्वं भूजल्भे कार्यं करोति. सूत्रसङ्ख्या पश्यामः महोदय. होडः इति सूत्रं 831 पश्यामः. धन्यवादः. अस्तु. 641010 अस्ति अष्टमध्ये सूत्रमस्ति खलु होडः इति वर्णनिमित्तिकं कार्यमस्ति पूजल् दुर्हेदि इति षष्ठध्ये अस्ति खलु त्रिपादीसूत्रमस्ति एकम् अन्यत् तु सपादसप्ताध्यायी सूत्रं तर्हि सपादसप्ताध्यायी सूत्रमेव कार्यम् अस्तु अस्तु धन्यवादः पठामि महोदय होडः हकारस्य स्थाने ढकारादेशो भवति जलीपदान्ते च हः सस्यान्तं ढः प्रथमान्तं द्विपदमिदं सूत्रम् जलो जलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः स्कोः समीहोरान्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसदसूत्रम् अह डः जलि पदस्य अन्ते च अनन्तरं जससो दोदः जस् उत्तरस्य तकार तकारयोः स्थाने दकारः भवति दा दातुं वर्जयित्वा अनुवृत्ति सूत्रं स्वयं सम्पूर्णं जसः ततो ओहो दः अधः डोडे लोपः डकारे परे पूर्वतनस्य डकारो लोपो भवति डः षष्ट्यन्तं डे सप्तम्यन्तं लोपः प्रथमान्तं त्रिपदं सूत्रं सूत्रं सम्पूर्णं डो डः डे लोपः डोलोपे पूर्वस्य द्विगुणः डरे डरेपयोः लोपनिमित्तयोः पूर्वस्यानो दीर्घः डोलोपयोः लोपः निमित्तडकारे परे अन् प्रत्याहारस्य दीर्घः भवति सूत्रं स्वयं सम्पूर्णं डोलोपे पूर्वस्य अनः दीर्घः लङ् लकारे अलिह्योः त उगन्धलघुपदस्य इत्यनेन अलेहयोः त हल् पर्तः अपृतसमीपप्रत्यय लोपः अधः अलेह् इति पदम् अस्ति अधः अलेह् ओडः इति सूत्रं कार्यं करोति अलेह्योः अलेड् इति रूपं भवति अनन्तरं जलां जस्वन्ते इति सूत्रेण अलेड् वावसाने इत्यनेन विकल्पेन चत्वा चत्वर्थदेशः अलेट् इति हल्यापौ दीर्घात् सप्रक्तुं हल् हल् पर्तः अपृतसमय प्रत्ययस्य लोपः लङ्गि स लोपः स लोपः अनन्तरं रूपाणि महोदय किञ्चित् वयं किं कुर्मः सर्वाणि रूपाणि साधयितुं तु न शक्नुमः प्रथमं किं कुर्मः लट्लकारस्य मध्यमपुरुषं कुर्मः किम् एकं महोदय टेबल् अस्ति लिह्योः हि षि मध्ये महोदय लट्लकारे लिह्योः सि सि पित्वमस्ति अधः गुणः भवति लेह् इति लेह्योः सि अत्र हकारस्य स्थाने डकार आदेशः होडः इति सूत्रेण अधः लेड् योः सि अत्र षडोः कः सि इति सूत्रेण डकारस्य ककार आदेशः अधः लेक् योः सि कवर्गीयमस्ति अधः आदेशे प्रत्ययोः इति सूत्रेण सि स्थाने षि आदेशः अधः लेखि इति रूपं भवति महोदय. द्विवचने पित्वं लिह् लिह् होडः इत्यनेन लडिड् योः तः जसस्तो दोदः इति सूत्रेण दकारादेशः अधः लिड् योः दः अनन्तरं सुणास्तुः इति सूत्रेण डकारादेशः दकारस्य अधः लिड् योः डः अनन्तरं डोडे लोपो डोलोपः इति सूत्रेण पूर्वतन डकारः लोपो भवति अधः लि योः डः इदानीं डोलोपे पूर्वस्य इति सूत्रेण डोलोपे पूर्वस्य दीर्घोणः अन् लकारः लिह् लि अस्ति अधः अद् बिकम्स् लि लि इति भवति लीडः इति रूपं महोदय. तदेव बहुवचने अपि लीड इति रूपं भगिनि. लोट् लकारस्य मध्यं पुरुषं करोति किल लोट् लकारस्य मध्यं लिह् योगैः अपित्वात् अस्ति ओडसूत्रे लिह् स्थाने अकारस्य ठकारः आगच्छति. भूजल्भ्योहेति इति सूत्रेण हकारस्य स्थाने धी आगच्छति. तदनन्तरं सूत्रेण लिड् योग धी भवति. इदानीं स्नाष्टुः इति सूत्रेण लिड् योग धी भवति. ढोडे लोप इति सूत्रेण पूर्वकारस्य लोप भवति. ले योग धी भवति. इदानीं झलोपे पूर्वस्य दीर्घोण भवति. इदानीं लीधी भवति. तथैव टाच् अस्ति तत्र भवति लीधात् इति भवति. लीधतां लीढ आगच्छति. अन्ये तत्र तत्र न पश्यामः. अनन्तरं आत्मनेपदत्वं मध्यमपुरुषे बहुवचने द्वे इति महोदय वदति किं लिह् योगः द्वे इति. वदामि महोदय. लिह्योः द्वे अत्र होडः इति सूत्रेण जलस्य प्रत्ययः अधः होडः इति सूत्रेण हकारस्य ताने डकारस्य लिड् योः द्वे. इदानीं जससतो दोदः इति सूत्रं कार्यं करोति. अधः डकारस्य स्थाने महोदय सम्यक् नास्ति वा? द्वं द्वे प्रथमं होडः इति खलु महोदय. आम् होडः इति सूत्रेण लिड् लिड्योः द्वे. इदानीं सुणाशुः इति कार्यं करोति वा? आम् सुणाशुः कार्यं करोति. अतः लिड्योः द्वे इति रूपं भवति. अनन्तरं डोडे लोपः इति कार्यं करोति. अधः पूर्वतनसदस्य डकारः लोपः अधः लिड्वे इति रूपं भवति. लीड्वे दीर्घं भवति. अधः लीड्वे इति सम्यक् नास्ति. लिह्योगः स्व इति मध्यम लोट्लकारस्य मध्यमपुरुषे लिह्योगः स्व अत्रापि हल् वर्णः जल् वर्णः इति. अतः होडः इति कार्यं करोति. लिड्योः स्व इदानीं षडोः कः शि इति कार्यं करोति. अत्र डकारस्य स्थाने ककार आदेशः प्रथमककारः कवर्ग्यम् अस्ति, अतः आदेशप्रत्ययः इति सूत्रं कार्यं कृत्वा शकारः भवति, अतः लिक्ष्व लिक्ष्व इति रूपं भवति. लङ्लकारस्य मध्यमपुरुषे एकवचनं लिक्ष्योगः ताः प्रथमम् अनागम् आगच्छति लक्ष्मेन अल्हियोगथा अपि च अस्ति यथा धालिपत्राणि अस्ति हकारस्य स्थाने चकारे ओडसूत्रेण भवति हृदियोगथा. इदानीं चतुर्थोधा इति सूत्रेण छस्य स्थाने खकार आगच्छति हृदयोगधा भवति. इष्णाष्टुः लिड्योग ढा भवति ढोरे लोप पूर्वधास्य लोप भवति ढोरे लोप इति सूत्रेण. सो लेयोग धाः इदानीं लोपे पूर्वशीकार लीधाः इति भवति. धन्यवादः भगिनि. तर्हि अग्रिम रुदादि अन्तर्गणः इति पठामः. महोदय मणिमहोदय वदति किम्? महोदय किं पठतु महोदय? किं महोदय कुत्र किं दातु पठतु? रुदादि अदादिगणस्य रुदादि अन्तर्गणः इति. आम् आम् महोदय. अदादिगणस्य रुदादि अन्तर्गणः पञ्चधातवः रुदि अश्रु अश्रुविमोचने रुद् रोद् रोदिति अन प्राणने अन् अनिति निःस्वप् सये स्वप् स्वपिति श्वस् प्राणने स्वस् स्वसिति जक्ष वक्ष्कसनयोः जक्ष जक्षिति. रुदादिभ्यः सार्वधातुके रुदादिगणे पठितेभ्यः धातुभ्यः वलादेशे सार्वधातुकस्य इडागमः भवति. पूर्वं पठन् वा अनुवृत्तिसूत्रं वा महोदय? वल् प्रत्याहारे वल् प्रत्याहारः आदौ यस्य सः वलादिः. वल् प्रत्याहारस्य अन्तर्गतेषु वर्णेषु तिङ्प्रत्ययानाम् आदौ त त द म व श ह एते एव भवन्ति. रुदादिभ्यः पञ्चम्यन्तं सार्धधातुके सप्तम्यन्तं द्विपदमिदं सूत्रम्. आर्धधातुकस्य ड्वलादेः इत्यस्मात् इत् वलादेः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवर्तिसूत्रं. रुदादिभ्यः अङ्गेभ्यः इड् वलादौ सार्वधातुके. अत्र प्रश्नः उदेति यत् अयम् इट् कस्य आगमः? रुदादिभ्यः सार्वधातुकस्य इत्यनेन रुदादिभ्यः अङ्गेभ्यः इट् वलादौ सार्वधातुके. अस्मिन् सूत्रे तस्मादिति उत्तरस्य इत्यस्य बलेन अयम् इडाहम अग्रे श्रुतस्य वलादिसार्वधातुकप्रत्ययस्य आगमः स्यात् तस्मिन् निन्निति निर्देष्टे पूर्वस्य इत्यस्य बलेन इडाहम पूर्वं श्रुतस्य रुदादिगणेय धातोः आगमः. सूचनाद्वयमपि परस्परविरुद्धं. षष्ठीविभक्ति अन्तपदं नास्ति यस्य आधारेण कस्य आगमः इति स्पष्टं स्यात्. अस्यां दशायाम् उभयनिर्देशे पञ्चमनिर्देशं बलियान् इति परिभाषा द्वयोः निर्देशयोः निर्देशयोर्मध्ये पञ्चमनिर्देशः बलियान् इत्यक्तौ वलादिसार्वधातुकप्रति एव आगमः, न तु रुदादिगणीयदादवः. फलितार्थः एवं यत् सप्तम्यन्तं पदं साणिनम् इति निदर्शयति. अनेन रुदादिभ्यः सार्वधातुकस्य अनुवृत्तिः सहितसूत्रे वलादिसारदके सप्तमी अन्तम् अधः तस्य एव तुगागमः भवेत्। महोदय, रुदादिभ्यः सवतादक इत्यनेन वलादिप्रत्यये परे ईकार आदेशः, अनन्तरं पूर्वतनम् अत्र प्रश्नः कृतेति तस्य ईद् कः कः भवति कस्य भवति इति वदति ईड् कस्य आगमः इति। अत्र तु रुदा सामान्यतया यत्र इदागमः इति भवति आद्यन्तौ प्रकृतौ इति अर्थेन आदौ वा मध्ये वा भवति, अनन्तरं विदर्शोन्ति अस्परः इत्यनेन मध्ये भवति, आद्यन्तौ टकितौ इत्यनेन आदौ अपि भवितुमर्हति अन्ते अपि भवितुमर्हति, किन्तु कस्य आदौ अन्तौ इति प्रश्ने सति स्थानिनः आदौ वा स्थानिनः अन्तौ वा भवति वा मध्ये वा भवति। सत्यं, तर्हि तत्र स्थानि तु न निर्दिष्टं, किमर्थमित्युक्ते षष्टिविभक्तिप्रयोगः एव नास्ति अत्र सूत्रे। रुदादिभ्यः इति पञ्चमी निर्देशः, अनन्तरं बलादौ सार्वदात्ते इति सप्तमी, किन्तु स्थानि तु न उक्तमस्ति, षष्टिविभक्तिप्रयोगः नास्ति। तर्हि कथं जानीमः कस्य आगमः इत्यागमः इति, कस्य अनन्तरं कस्य आदौ इति कस्य आगमः इति कथं जानीमः इति प्रश्नः। तर्हि अत्र परिभाषा अस्ति, उभयनिर्देशौ पञ्चमी निर्देशः बलीयान् इति अस्ति, इत्युक्ते यत् पञ्चम्या यत् निर्दिष्टम् अस्ति तत्तु बलवत् अस्ति इति कृत्वा सप्तमीविभक्तेः एव स्थाने भवति इति, सप्तमीविभक्ति स्थानि इति स्वीकुर्मः। षष्ठी नास्ति अतः उभयनिर्देशे कार्यं कृत्वा सप्तमी स्थाने कार्यं भवति। धन्यवादः महोदय, पठामि वा महोदय? एकनिमिषम्, उदाहरणं महोदय भगिनी पठति किं भगिनी? यथा रुद् योगति रोद् अति रोद् योग ए योगति रोदति अन् योगति अन् योग ए योगति अनति स्वप् योगति स्वप् योग ए योगति स्वप् इति श्वस् योगति श्वस् योग ए योगत श्वस् इति जक्ष योगति जक्ष योग ए योगति जक्षिति इदानीं विकल्पेन अरोति अरोदत् रुदश्च पञ्चभ्यः रुदादिभ्यः धातुभ्यः हलादि वकृतस्य सार्वधातुकस्य ई भागो भवति। रुद् पञ्चम्यन्तं पञ्चभ्यः पञ्चम्यन्तं च अव्ययं त्रिपदम् इदं सूत्रं नाभस्यार्चि इति सार्वधातुके इत्यस्मात् इति सार्वधातुके इत्यनयोः अन्वति वृद्धि लुकि हलि इत्यस्मात् हलि इत्यस्मात् अनुवृत्तिः गुणोपृत्तेः इत्यस्मात् अपृत्ति इत्यस्य अनुवृत्तिः ब्रू ईक् इत्यस्मात् ईक् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकार अनुवृत्ति शैतसूत्रं रुदश्च पञ्चभ्य अङ्गेभ्य ईक् हलि अपृत्ते सावधातुके लघ्वकारे रुद्रभ्यः पञ्चभ्यः इति सूत्रेण ईक् आगमो भवति। रुदश्च पञ्चभ्य इति पञ्चमी विभक्तिः अस्ति, रुद्र पञ्चभ्य धातोः अस्ति सन्ति, तस्य परे ईक् ईक् आगमः भवति यदि हलि अस्ति अपृत् संज्ञा अस्ति अपि सार्वधातुकप्रत्ययः अस्ति निमित्तमस्ति हल् अपृत्य सार्वधातुक यथा अरुद्योगश्च पृच्छभ्य अरुद्योग ईट् योगत् अरुद्योग ईट् उगन्त लघुपदेश अरोद्योग ईट् अरोजीत् अत्र ईदागमस्य विधानेन अधुना प्रत्यय ईट् नाम द्विवाचः अतः अकृतसंज्ञा नास्ति तं भावे अर्याङ्गो दीघातसूत्रस्य प्रथम हल् इत्यस्य प्रसक्तिः नास्ति अरुद्योगस्य करोतिः अपि तथा अरुद्योगस्य तत्र स्वकारस्य सस्योषिरूपः आदेशमपि तदनन्तरं सर्वसानुविषयेन विसर्गागच्छति अरुचिः इति भवति. द्वितीयसूत्रमस्ति अद्गाद्य गाल्वयोः पञ्चभ्य ऋतादिभ्यः धातुभ्यः हलादे सावधातुकस्य अपक्षस्य अनादवो भवति गाद्य गालवयो मतेन. गाद्यश्च गालव्यश्च गाद्यगालयोः तयोः गाद्यगालवयोः अत् प्रथमान्त्यं गाद्यगालवयोः षष्ठ्यन्तं द्विपदं सूत्रं नाभ्यस्य सचि प्रति सावधातुके इत्यस्मात् प्रति सावधातुके इत्यनयोः अनुवृत्ति उतो वृद्धिलुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्ति गुणो प्रत्ये इत्यस्मात् अकृत्ये इत्यस्य अनुवृत्ति रुदश्च पञ्चभ्यः इत्यस्मात् रुदश्च पञ्चभ्यः इत्यनयोः अनुवृत्तिः अस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूचं गार्ग्य गालवयोः रुदश्च पञ्चभ्यः अङ्गेभ्यः अत् हलि इति अपृक्ति सावधातुके. इदानीं गाल्वयोः द्वो व्याकरणयोः तयो मतेन ईदागमस्य विकल्पेन अद् आगम आगच्छति. यदि अदागमः भवति यदि हलि इति अपृक्ते सावधातुके प्रत्ययपदे अस्ति यथा लङ् लकारे आगच्छति तत् योगन्तलघुपतिस्य च अरोद्योगः अद्गाद्यगाल्वयोः अरोद्योगः अरोदत् अरोद्योगस्य अरोद्योग अयोगस्य अरोदः सर्जनीयतेन अतः अपि तथा. यथा अरुद्योः प्रत्ययपरे स प्रत्ययपरे रुद् अरोद् अरोदित् अरोदत् अरोदीः अरोदः स्वप् अस्वप् अस्वपीत् अस्वपत् अस्वीपीः अस्वपः स्वप् अस्वस् स्वस् अस्वस् अस्वशीत् अस्वसत् अस्वशीः अस्वसः अन् आनीत् आन् आनीत् आनत् आनीः आनः जक्ष अजक्ष अजक्षीत् अजक्षत् अजक्षीः अजक्षः डकारन्दरुद्धातुः डकारन्दरुद्धातुः परस्मैपदी अश्नु विमोचने अङ्गकार्यम् अलादिपित्सु उपधायालघु इकः गुणः रुद्योहति पुगन्धलघुतृशिन रोद्योहति इडाहमो रोदिति इडाहमः रोदिति इति अजादिपित्सु उपधायां लघु गुणः रुद् योः आनि पुगन्धलघुतृश रोद् योः आनि रोदानि हलादिपित्सु इति च गुणनिषेधः रुद्योः तः इडाहमः रुदितः अजादि अपित्सु इति च गुणनिषेधः रुद् योः अन्ति वर्णमेलन रुदन्ति इति रूपं सन्धिकार्यं वलादिप्रत्ययः प्रत्ययेषु इडाहमः भवति अतः हल् सन्देहे अवसरः न कुत्रापि भवति. अग्रे सदृशलकार्येषु तिङन्तरूपाणि वक्तव्यानि रूपं वक्तव्यं महोदय रुद् महोदय क्षम्यतां महोदय क्षम्यतां समयः अतीतः इति कृत्वा प्रायः वयम् उदाहरणरूपेण रुद्धदातु रुद्धदातुः भगिनी वदति किं लट्लकारस्य मध्यमपुरुषरूपाणि ृतसिनेन रोद्योगसि भवति इदानीं सार्वधातु ऋदातुभ्य सार्वधातुके इति इदागमः भवति सो रोदसि रोद् योगसि भवति इदानीं इकार अल्पकारे अस्ति सकालपरे आदेशप्रत्ययो इत्यनेन शकार भवति रोदिषि इति भवति तत्र अनन्तरम् अग्रिममपि अत्र केवलं यदागम अङ्गकार्यं भवति ऋतादिभ्य सार्वधातुके सो रुद्धिर्थः रुद्धिर्थः इति भवति अपि वल्पत्याहारे अस्ति तत् दातुम् आगच्छति मकार अपि अस्ति रोदिनी रोदिवः रोदिमः इति भवति रुदिमः रुदिवः रुदिमः वर्णनं भवति महोदय लोट् वदति किं लोट् सर्वे वदति सर्वाणि रूपाणि लोट् लोट् रुद् योः तु पित्तमस्य अधः गुणकार्यं भवति रोद् तु इति अत्र रोद् वलादि अधः इडाहमः भवति रोदितु इति रूपं तदेव रोदि तात् रोदि ताम् न रुदत् पित्तं नास्ति अतः रुदितां रुदितात् रुदितां रुदन्तु हि प्रत्ययपरे रुद्योः हि रुदि रुदिः रुदितात् रुदितं रुदित इति अनन्तरम् आनी पित्तस्य अधः गुणकार्यं भवति अधः रोद् रोद् इडाहमपि इडा भवति नास्ति धन्यवादः धन्यवादः अच्युवर्णः अधः रोदानि रोदाव रोदाम धन्यवादः सरला भगिनी लङ् लङ् लकारे प्रथमम् अडागमागच्छति रुद् भवति चकार अस्ति पित् अस्ति अपृष्टसंज्ञक अस्ति अपि सार्वधातुकप्रत्ययः अस्ति तत्र ईच् रुदश्च पञ्चभ्य इति सूत्रेण हलि इति प्रत्यये सार्वधातुके इति प्रबाद्य रुदश्च पञ्चभ्य इति सूत्रेण ईट् आगमः भवति सो रोदीत् रोदीत् इति भवति विकल्पेन अडागमो भवति अड् गागार्य गाल्वयोः इति सूत्रेण रोदत् इति भवति तत्र इदानीं तस्य चकारस्य लोपेन भवति हलानुगति जाति सूर्यस्य कार्यं न भवति कारणात् ईत् आगच्छति रोदीत् रोदत् अपृक्त न भवति इदानीं रुद् योगतां अत्र डागम सार्वधातुके रुदश्च सार्वधातुके च निर्धारणं भवति रुदताम् अरुदताम् अरुदन् केवलं महोदय अग्रिमं मध्यमपुरुषस्य वदामि महोदय रुद् योः वलादिः अधः लङ्लकरे पिति अस्ति पित्तस्य अधः रुदक्ष पञ्जभ्यः इति सूत्रेण ईडाहम भवति गुणकार्यमपि भवति रोद् रुदक्ष पञ्जभ्यः इति एतत् किं प्रबाद्य रुदादिभ्यः सार्वधातुके इति सूत्रं प्रपाद्य रुदस्य पञ्चभ्यः सहस्रु इति सूत्रं कार्यं करोति. अतः अत्र अधः अरुद् योः अत्र पित्तमस्ति, अरोद् योः रुदस्य पञ्चभ्यः इति सूत्रेण ईडाहम भवति. अतः अरोदीत् अरोदीत् आम् आं तकार अरोदीत् सकारः मध्यमपुरुषे वदामि अहं महोदय. अरोदीश् अतः अत्र विसर्गः भवति ससुरुः परवसाने सूत्रम् अरोदीः. अनन्तरं अड् गाग्य गाग्य उल्लास गाग्य इति सूत्रेण अत्र अडाहमः. अधः अरोद् अथ अस् अधः अरोदः इति पठामः. अत्र भवति महोदय तम् अत्र आकारः योः तं रुदभ्यः सार्वधातु इति सूत्रेण वल्लस्य अधः इडाहमः. अरुदितम् अरुदित बहुवचने मध्यम उत्तमपुरुषे अम् अस्ति, अधः अरुदम् गुणकार्यं भवति अरोदम्. अत्र वकारः मकारः अरुदीव अरुदि रूपाणि. धन्यवादः. इदागमनं भवति धन्यवादः. शुभरात्रिः. भगिनि अस्ति वा?